आं भगिनि वदतु. मम गृहे द वर्क् इस् गोयिङ्ग् आन् भगिनि, सो यु विल् हियर् नाय्स् इस् वेन् एवर् अट् टैम् आई विल् स्टॉप. नास्ति चिन्ता नास्ति. अस्तु, नमस्कारः सर्वेषाम्. अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. ईड् व्यवस्था अभ्यासः इति करपत्रम् इदानीं गतसप्ताहे वयं पङ्क्तित्रयं कृतवन्तः. इदानीं चतुर्थपङ्क्तिम् आरभ्य कुर्मः. स्थन स्थन् इति धातुः आरभ्य कुर्मः. महोदय आरम्भं करोति वा? स्थन् पञ्चधातुः स्वीकरोतु महोदय. स्थन् क्षम आप् चित् स्थन् इति नकारान्तः. स्थन् नकारान्तः, तत्र एतत् नकारान्तेषु अनिर्धातुषु न अस्ति इति कृत्वा स्थनिता स्थनितव्यं स्थनितुम् इति स्थनिष्यति वा स्थनिष स्तन्धातु स्तन्धातुः स्थनिष्यति इत्येव अस्थनिष्यत् इति चिन्तयामि. क्षम् क्षम् धातु अस्ति, एतत् अपि अनीट् अस्ति, सेट् अस्ति. गम् नम् यम् रम् इत्येव मकारान्ताः अनीटः इति चिन्तयामि. अतः क्षमिता क्षमितुं क्षमितव्यम् अपि च क्षमिष्यति अक्षमिष्यत् इति भवति. आप् धातु पकारान्तः. महोदय क्षम्यतां, तत्र क्षमिति वेट्, तत्र धातुत्रयं क्षमिति अस्ति. सर्वे वेटः क्षम आत्मने भुआदिगणे दिवादौ सहने इत्येव अर्थः, परन्तु वेट् वेट् धातु क्षमो क्षमूष् इति तत्सदेव वा? आम् क्षमो क्षमो क्षमूष्. तर्हि एकनिमिष एकनिमिष क्षन्ता क्षन्ता एकनिमिष क्षन्ता क्षन्ता तर्हि क्षन्ता क्षन्तुं क्षन्तव्यं क्षन्स्यते अक्षन्स्यत अक्षन्स्यत इति भवति. क्षन्स्यत् यदि क्षम् इति आत्मनेपदी परस्मपदी अस्ति वा? क्षम् इति क्षम् इति आत्मनेपदी धातुः. अक्षन्स्यत समीचीनमेव. अक्षन्स्यत इति भवति क्षम् इति धातु. आप् धातुः आप् इति आप् आप् आप् पकारान्त धातु अस्ति इति आप् द्रप् तप् दप् इति प्रायः नास्ति आप् इति आप् अस्ति आप् अस्ति इति आम् आप्तः इति खलु तत्र वयं जानीमः, तत्र लौकिकभाषायाम् आप्तः इति क्लोज् सत्यं सत्यम् आप्तः इति तर्हि न भवति. तर्हि आप्ता आप्तुम् आप्तव्यम् आप्स्यति आप्स्यति आप् खलु आप्स्यत् इति भवति वा? सत्यं सम्यक् एव आप्स्यत् टकार किट् टकार अस्ति. टकार सर्वे टकारान्त सेटः एव उक्तवन्तः. अतः किड् किटिता किटिता किटितुं एकनिमिष केटिता केटितुं केटितव्यं केटिष्यति केटिष्यत् इति भवति. जै इति धातु अस्ति, तत्र एजन्तधातु अस्ति. तर्हि तत्र आकारान्त भवति चेत् तत्र अनिट् एव भवति. अतः ज्ञाता ज्ञाता ज्ञातुं ज्ञातव्यं ज्ञास्यति अदास्यत् इति भवति. सत्यं ज्ञास्यति अदास्यति. अतः एकः एव वेट् आसीत् क्षम् क्षम् इति क्षम् इत्येव वेट् आसीत्. सम्यक् महोदय, धन्यवादः. अरुणा भगिनी रु धातुः उकारान्त उकारान्त रवितुं रवितव्यं रविष्यति अरविष्यत् असत्वे ऋकारान्तदातवः सेट् दातवः परस्मैपदी एव गृज् गृज् अपि आवल्यां नास्ति अतः नानि सेट् अस्ति गर्जिता गर्जितुं गर्जितव्यं गर्जिष्यति गर्जिष्यत् ऐ डोण्ट् नो आत्मैपदं वा एकनिमिषं पश्यामि परस्मैपदी धातुः एव परस्मैपदी सेट् धातुः आं गर्जिता समीचीनम् आं गर्जिष्यति गर्जिष्यति प्रणकाः सर्वे सेटः भक्ता भक्तव्यं वक्तुं सेट् किल इकार इकारः अत्र मूलधातुः अत्र कारस्थाने महाप्राणः आगच्छति परीक्षा भकिता एव सेट् अस्ति किता इति समीचीनं परन्तु धातुः न दृश्यते भक् भवेत् वा भकिति ऐतिहं मन्ये सा भगिनी भवत्याः पुस्तके अस्ति वा दुःख बक् बक् धातुः किमर्थं तादृश धातुः एव नास्ति मास्तु इति एकः धातुः अस्ति टु बार्क् इति अर्थे परन्तु तदेव प्रायः बुक् बुक्स् इति धातुः अस्ति बक् इति धातुः नास्ति प्राप्तं वा महोदय अहमपि पश्यन् अस्मि नास्ति किल बुक् इति प्रायः तदेव स्यात् बुक् भषणे बुक् भषणे तदेव स्यात् भगिनि मोक्षिता मोक्षिता मोक्षितुं मोक्षितव्यं मोक्षिष्यति बुक् बुक् एव तत्र उपधायाम् उकारः नास्ति किल भू इक् इति अतः बुक्किता एव बुक्किता ककारद्वयमस्ति उपदायं ककारः बुक्किता बुक्किष्यति इति भवति किमर्थं भगिनि पुनः वदतु तत्र भू भू ककारः उकारः भू इक् इक् ककारद्वयम् अतः उपदायां कः वर्णः ककारः एव किल न तु उकारः उकारः अस्ति चेदेव पुगन्तलघुपदस्य च अत्र तु उपदायं ककारः एव अस्ति अवगतं वा भगिनि तत्र वर्णचतुष्टयमस्ति ककारः उकारः इकारः क्षम्यतां ककारः ककारः मुख मुख् इति अत्र मुख् इत्यनेन मकार उकार ककार मकार नास्ति बुक् न न भ भ भ भ भू भू बकार बस् बस् बकार भ बकारः अल्पप्राण भकारः उकारः इक् तत्र ककारद्वयं बाङ्ग्लादेश बुक्किता इति भवति बुक्किता बुक्किष्यति बुक्किष्यति अवगतं किल तद् अतः तत्र प्रायः दोषः तत् बुक् इति भवेत् न तु बुख बख बख इति किमपि न दृश्यते अस्तु भगिनि अग्रिमं षट् सेट् अस्ति आवल्यां नास्ति षट् सटिता सटितव्यं सटितुं सतिष्यति सति असटिष्यत् अशटिष्यत् समीचीनम् तुस् अत्र केवलं प्रकारार्थवस्तुङ्गस्य एव अनितः सो तुस् इति सेटस्य तोषिता तोषितं भगिनि तोषिता तोषितं तोषितव्यं तोषिष्यति तोषित् तुस् तास् इति प्रत्ययः तद् तुकसीड् वलादेः इत् आगच्छति समीचीनं पुगन्तलघुपदस्य तोस् तदेव मम प्रश्नः किमर्थं न भवति तत्र प्रत्ययस्य नास्ति खलु प्रत्ययस्य नास्ति आम् तोषिता इति तोषिता तोषिता इत्येव शिकारः नास्ति तुस् तास् इति प्रत्ययः लुटः प्रथमस्य इत्यनेन तास् प्रत्ययः आर्धधातुकस्य ईड् वलादेः इत्यनेन इट ईडागमः अनन्तरं पुगन्तलघुपदस्य च इति तोस् तोस् ई तास् अनन्तरं तेः इत्यनेन तद् तेः लोपः तोस् ई त आ तोसिता इत्येव अत्र षत्वं न भवति आत्मनेपद इति वक्तव्यं न परस्मैपदी एव तत्र स्यात् किमर्थं तत् समीचीनं तोषिष्यत् तद् भवति परन्तु यद् प्रथमसकारः अस्ति तद् धातोः सकारः तदेव तिष्ठति किल तदेव अस्ति तत्र आदेशमध्ये इत्यनेन भवति अन्यथा कुत्रचित् विशेषसूत्रेण कुत्रचित् भवति धातोः अत्र न भवति तुस् इत्येव तिष्ठति तोस् सम्यक् भगिनि धन्यवादः उषा भगिनी कर्तुं शक्यते चेत् करोतु भगिनि जी धातुः भगिनि जी अजन्तधातु श्रूयते वा भगिनि आम् आं श्रूयते जि अजन्तधातु प्रायेण अनिट् जि इति अनिट् धातु एव अनिट् धातु इत्यनेन जि जि गुण जय जे अन् एचोय वायावः जय जयता अकारः नास्ति अत्र शब्दः नास्ति जेत जेत तुमन् जेतुम् एव जेतुं जेतव्यः देन् स्य नृत् जयति सो जय जयिष्यति वा जेष्यति जेष्यति ओके अनिट् अनिट् अनिट् आम् आम् जेष्यति जेष्यति अनिट् अनिट् देन् अजेष्यत् समीचीनं देन् जि ब्रिज् ब्रिज् इति जकारान्त जकारान्त कृते ब्रिज् इति अत्र परिगणितधातोः कृते नास्ति बज् अस्ति भुज् अस्ति ब्रिज् ब्रिज् नास्ति अनिट् धातु एव ब्रिज् बर् अनिट् इत्यनेन बर् जकाराचोः कुः बर्क् tava bark no no bar br so rkar sistane guna ar bar bhar ta barkta na set dhatu kila set rane avaryam nasti oh avaryam nasti ah prayena seteva aam aam aam prayena setityanena seteva so barkita barkita ji ji ja vargita o oh, vargita vargita bhakara repa jakara ikara vargita vargita vargitum vargitavyah and then here vargishyate vargishyati वर्जिष्यते वर्जिष्यते अवर्जिष्यत् अवर्जिष्यत् अवर्जिष्यत आत्मनेपदि किल आत्मनेपदि आत्मनेपदि अग्रिमं सिद्ध सिद्ध धकारान्तदातु धकारान्तदातु सिद्ध अत्र परिगणितदातोः कृते नास्ति सिद्ध अस्ति अस्ति अस्ति सिद्ध इति अस्ति अनिट् सो इट् बिकम्स् अनिट् सो सिद्ध इति अनिट् धातु सिद्ध अनिट् धातु इत्यनेन सिद्ध इति सेद् सेद् अण्ड् देन् ता धकारा धकारा इति जशस्ततोर् न न जशस्ततोर्दोर्दः खलु सो था इति धकार न न जश् जश् अस्ति धकार जशस्ततोर्दोर्दः जस् धकार अपि धकारः भवति अनन्तरम् एकाचो बशो बश एकाचो बशो बश न न न बश् भावः किमपि नास्ति अत्र जस्त्वं एकाचो बशो बश् नास्ति आं बिकास् जश्यः अस्ति अनन्तरमपि जश् अस्ति एकाचो बशो बश् नास्ति जलां जस् जशि एव सिद्ध अत्र प्रथमधकारः इत्यत्र स्तुवोः आवश्यकः स्तुवोः आवश्यकम् अपि अपि च त्रि फोर् इति नास्ति धकार धकार धकार अस्ति फोर् फोर् इति फोर् फोर् इति अस्ति इत्यनेन दन्नां जलां जस् जशि इत्यनेन सिद् सिद् प्रथमधकारः धातोः धकारः धकारः भवति अल्पप्राणः भवति सिद्ध वाट् इस् दिस् अनिट् धातु सिद्धा सिद्धा सेद्धा सेद्धा अनन्तरं सेद् सेद् दुम् सेद्धुम् सेद्धव्यः सेद्धव्यः देन् सेद् परस्मैपति धातु वा भगिनि सेद् परस्मैपति इति चिन्तयामि सेद् अनिद्धातु अनिद्धातु सेद् देन् स्य देन् सेद् स्यति सेत्स्यति सेत्स्यति भगिनि धकारः सेत्स्यति वा सेद् स्यति सकारः कर्वर्णः सेद् झष् वर्ण देन् हौ डिड् इट् बिकम् सेद् सत्त्वं सत्त्वं ओ ओ आमामामामां करिच सो सेत्स्यति आमामां देन् लृङ्ग् असेत्स्यत् असेत्स्यत् समीचीनम् अतः तत्र सिद्ध इति चत्वारः धातवः सन्ति तत्र सिद्ध गत्याम् इति भुवादिगणीयधातुः सेट् सिद्ध इति शास्त्रे माङ्गल्ये भुवादिगणीयधातुः वेट् अनन्तरं सिद्ध इति गत्याम् इतोपि एकः गत्याम् इति भुवादौ एव अस्ति तत् सेट् कौमुद्याम् अविद्यमानः इति उक्तम् अस्तु अन्तिमं सिद्ध सम्राध्वौ इति दिवादिः तद् अनित् तदेव भवत्या इदानीम् उक्तम् अतः वेट् अपि एकः धातुः सिद्धि इति अस्ति सेट् इति एकः धातुः सिद्धि इति अस्ति सो द्वयोः रूपमपि भिन्नभिन्नरूपाणि भवन्ति सिद्धः भिन्न सिद्ध सेट् सेत् सेट् इति अस्ति चेत् सिद्ध सेद् अण्ड् देन् सेद् इत सेद् सेदित सत् सेदिता सेदिता सेदितुं सेदितव्यः सेट् अस्ति चेत् इट्स् मच् मोर् ईसियर् सत्यं यतोहि सन्धि सन्धि रूल्स् अन्ते अस्तु सेदिता सेदिता सेदितुं सेदितव्यः सेदिष्यति असेदिष्यत् सम्यक् इति रूपं भवति इतोपि एकम् अस्ति किल भगिनि विज् विज् विज् दातु जकारान्ता जकारान्ता कृते अस्ति वा अस्ति विज् ओ विज् अस्ति अनिट् दातु विज् अनिट् धातु इत्यनेन वेज् अण्ड् देन् वे वेज् वेज् अण्ड् देन् ता वेजन्ता जकार वेकारस्य स्थाने वेक् वेक्ता वेक्ता वेक्तुं वेक्तव्यः अण्ड् देन् वेक् विज् स्य सो विज् अण्ड् स्य अण्ड् देन् ति सो देर् विज् no should be veg veg shadow kah kah si why karah pare shadow kah si na na na bhagini so na na vekshati vekshati eva tatra vekshati satyam eva satyam satvam bhavat avadev kakara sakakara sya vek vek and then sya so vekshyati vekshyati अवेक्ष्यत् अवेक्ष्यत् 1 2 3 4 5th अनन्तरं तुब् भगिनि तुब् अपि करोमि वा अथवा तुब् अवे तुब् तुब् इति तास् प्रथमं लुट् तुब् तुब् बकारान्त ददातु बकारान्त ददातु सर्वे ऐ गेस् सेट् एव सो तुब् इति धातुः अपि न दृश्यते नास्ति तुम्ब तुम्ब इति धातुः तुम्ब तुम्ब तुम्ब इति मकारः भवेत् टु बि इन्विन्सिबल् टु ट्रबल् टु डिस्ट्रेस् टु हर्ट् अर्धने अदर्शने इति धातुद्वयं गुवादौ चुरादौ सेट् एव सेट् एव तुम्ब तुम्बिता तुम्बिता तुम्बितुं तुम्बितव्यः तुम्बिष्यति तुम्बिष्यति तुम्बि अतुम्बिष्यत् समीचीनं सम्यक् धन्यवादः भगिनि समीचीनं धन्यवादः विजया भगिनि त्रिष् त्रिष् दृष्टवन्तः वयं त्रिष् इति वेत् नमस्कारः महोदय अनेत् वा कष्ट कष्टं कष्टव्यम् अनन्तरमत्र ऋट् खलु अत्र एकमस्ति खलु तत्र एक गुण गुणः भवति श्रूयते खलु श्रूयते भगिनि तत्र सूत्रं किमपि विशिष्टसूत्रं भवेत् किल कृष् धातोः कृते तत्र रूपद्वयं भवति अनुदातस्य चर्द् उपद इति इत्यनेन भवति ऋदु उपदातवः अत्र रूपं द्वयं भवति एकस्मिन् पक्षे कष्ट भवति अन्यस्मिन् पक्षे कृष्ट भवति सत्यं सत्यम् कष्ट कष्टुं कष्टव्यम् अत्र कर्क्ष्यति अत्र गणं द्वयं भवति भ्वादिगणेन अनन्तरं तुतादिगणेन धातुः अपि अस्ति अतः अत्र कर्क्ष्यति अनन्तरं अत्रापि कर्क्ष्यते कर्क्ष्यति इति रूपं द्वयं भवति अनन्तरम् अत्र लङ्लकारे अकर्क्ष्यत् कर्क्ष्यत इति भवति लङ् नास्ति तद् किं लकारः लृट् वा लुङ् वा किमपि अन्यत् लङ् नास्ति लुङ् लुङ् लुङ् लृङ् लृङ् लृङ् अनन्तरम् अन्यस्मिन् पक्षे क्रष्ट क्रष्टुं क्रष्टव्यम् अनन्तरम् अत्र क्रक्ष्यति क्रक्ष्यते इति रूपं द्वयम् अनन्तरम् अक्रक्ष्यत् अक्रक्ष्यत इति भवति समीचीनम् अतः विशिष्टधातुः कर्षति अनन्तरम् अत्र पृष्टपि तदेव खलु आवल्यं नास्ति एव अतः स्थितः एव खलु पृष्ठ एव खलु महोदय आम् आं भगिनि सेट् सेट् अस्ति अत्र पृष्ठति अत्र अत्रापि गुणः भवति पुगन्तलघुपतस्य चैतन्येन अतः तत्र किमस्ति चेत् प्रथमम् अत्र सप्रत्ययं पृष्ठ एकनिमिषं महोदय किम् अत्र अस्ति प्रष्टुम् अत्र पृष्टा प्रष्टुं प्रष्टव्यम् इति भवति पृष्टव्यं सेट् किल सेट् इडागमः भवति अतः पृष् योगः इडागमः अनन्तरं सा इति धातुः पृष इदानीं तत्र गुणः भवति पर्ष इ पर्षितं पर्षित्वा पश्यता पश्यितुम् अनन्तरं पर्षितव्यम् अनन्तरं पश्यितव्यं पश्यिष्यति अपश्यिष्यत् इति भवति समीचीनं समीचीनं तदेव अग्रिमं लुक् भगिनि अनन्तरम् अत्र लुट् लुट् इति अत्र पुगन्तलघुपदस्य च इत्यनेन कार्यं भवति वा लुट् इति अस्ति उकारः अत्र अत्र लुट् इति आवल्यं नास्ति एव खलु सम्यक् अस्ति अतः तत्र लोटित्वा लोटित्वा लोटितुं लोटितव्यं लोटिष्यति अलोटिष्यत् इति भवति समीचीनं आम् सम्यक् एव अग्रिममस्ति क्लत् इति अनन्तरम् अत्र क्लब्स् इति अस्ति क्लब्स् क्लब् इति आवल्यम् अस्ति एव खलु क्लब्यति क्लब्यति इति भवति सेट् वदतु भगिनि आवल्यां नास्ति क्लब् आवल्यां नास्ति क्लब् क्लब्धित्वा क्लब्धितुं क्लब्धितव्यं क्लब्धिष्यति अक्लब्धिष्यत् इति भवति समीचीनं क्लब्धायाम् इति अर्थः आं महोदय क्लथ् आं सत्यं महाप्राणं पत् धातुः भगिनि अत्र पत् पतिता पतित्वा पतितुं पतितव्यं पतिष्यति अपतिष्यत् इति भवति. समीचीनं. किं महोदय, किमपि उक्तवान् किल? न न, अहं चिन्तितवान् एतत् अनीत पद् इति न पत् पत् धातुः पतिता इत्येव भवति किल? धन्यवादः. आवल्यं नास्ति अतः. आं सत्यं सत्यम्. आं पतिता सत्यमेव चेत् एव. पञ्च ओवर् आम् महोदय, भवान् एव तिक् तिक् इति शक् एव अस्ति. अतः तिक् तेकिता, तेकितव्यं, तेकितुं, तेकिष्यति, अतेकिष्यत् इति भवति. स्ट्रिप् धातु अर्थः, एकनिमिषम् अर्थः पश्यामि. तिक्कति किं भवति? तिक्कति इति तेकति वा, तिक्कति वा, तेकति वा, गत्यर्थकः एव सेट्. समीचीनं महोदय. अग्रिम सृप् सृप् सृप् धातु अनेक अस्ति. अपि च एतत् यथा पकारान्तः सृप्ता सर्प् सर्प् सृप् खलु सृप् इति अनेक अस्ति इति कृत्वा तत्र सृप् तत्रापि किमपि विशिष्टसूत्रम् आसीत् वा यदा सूत्रेण भवति? अनेट् अस्ति खलु तत्र. सत्यं सत्यं, तत्रापि रूपद्वयं पकारान्त तृप् दृप् तृप् इति स्पृश कृष् इति पकारान्त षकारान्त षकारान्त. अतः सर्प् सर्ता इति यदि गुणः भवति सर्ता सर्तुं सर्तव्यं सर्प्स्यति असर्प्स्यत्. अनन्तरं यदा भवति तत्र स्रप्ता स्रप्तुं स्रप्तव्यं स्रप्स्यति अस्रप्स्यत् इति भवति. समीचीनम्. अग्रे सम्यक् अग्रे श्रुध् श्रुध् धातुः धकारान्तधातुः श्रद्ध इति श्रद्धा इति श्रद्धा खलु श्रुद्धिप्रायः श्रद् अस्ति वा श्रुध् आवल्यां तु न दृश्यते प्रायः. वेट् भवति वा? एकनिमिषं. दकार नास्ति. नास्ति वा? रुद्ध शुद्ध नास्ति नास्ति शुद्ध शुद्ध दकार सेट् एव महोदय. सेट् एव सेट् एव. तर्हि अस्तु एकनिमिष कुत्र अस्ति एकनिमिष शुद्ध. अस्तु शर्द् शर्दिति भवति शर्द् शर्दि शर्दितः शर्दितुं शर्दिष्यति अशर्दिष्यत् इति. किमस्ति श्रद्धा इति तत् एतदेव वा शुद्ध धातुतः एव? अत्र एव रूपद्वयं लृट् लकारे भविष्यति. शर्स्यति शर्दिष्यति इति किञ्चित् वैशिष्ट्य. यदि इडागम न भवति वा तत्र? आम्, एकस्मिन् पक्षे न भवति. वृद्धयः स्यसनोः हृद्यनोः न तद् नास्ति तद् नास्ति. वृद्भ्यः स्यसनोः 1.3.92 इत्यनेन स्य विकर्णप्रत्यये परे सन् प्रत्यये च परे विकल्पेन परस्मैपदीरूपाणि अपि भवन्ति. द्युतादित्वात् इत्यनेन लुङ्लकारे तथा च लृट्लकारे स्य प्रत्यये परे षट्स्यति सर्दिष्यते. आम्, एकस्मिन् यस्मिन् पक्षे अस्ति तस्मिन् पक्षे न भवति. क्षम्यता. आम्, केवलं स्यतासि लृल् ऋतोः इत्यनेन स्य शर्द् स्याति खरि च शत्स्यति इति रूपम् इति एकस्मिन् पक्षे. द्वितीयपक्षे तु इडागमः भवति अर्धधातुकस्य इड् वलादि शर्दिष्यते आत्मनेपदे आत्मनेपदि यत्र अस्ति तत्र इडागमः परस्मैपदी तु इडागमः नास्ति विशिष्ट एकवारं पूर्वं दृष्टवन्तः इति चिन्तयामि तत्रा प्रायः भगिनी किं सूत्रम् उक्तवती एकनिमिषं पुनः पठामि वृद्धभ्यः श्यसनोः 1.3.92 इत्यनेन अत्र लुङ्लकारे क्षम्यतां लृङ्लकारे अपि रूपद्वयं महोदय एकस्मिन् पक्षे इडागमः अन्यस्मिन् पक्षे नास्ति अशत् शर्दि अशर्दिष्यथ अग्रिमं घट् घट् दातु घट् घट् खलु तकारान्त सेट् अस्ति घटिता घटितव्यं घटितुं घटिष्यति घटिष्यत् स्तुभु स्तुभु इति धातुः अस्ति प्रायः एतदपि सेट् अस्ति स्तुभु नास्ति तत्र आवल्यां नास्ति इति चिन्त्य स्तुभु सेट् एव तर्हि स्तोब् स्तोभिता स्तोभितुं स्तोभितव्यं स्तोभिष्यति अस्तोभिष्यत् साध् तदपि सेट् अस्ति साध् साध् आवल्याम् अस्ति वा नास्ति किल नास्ति साध् अस्ति क्षम्यतां महोदय साध् अस्ति बन्ध् धातोः पूर्वं साध् एव साध् संसिद्धौ साध साध् राद् साध् अस्तु राद् सत्यं साधा साधा साधुं साधव्यं साधव्यं पास्यति अत्र चत्वं साध्यति असाध्यति इति चत्वं सकारः अग्रे त्विषि त्विषि इति त्विषि सकारान्त अस्ति एतत् सकारान्तः नास्ति अत्र नास्ति खलु सकारान्तः अस्ति आम् द्वितीयं दंश प्रथमधातुः तदेव द्विष द्विष त्विष आम् सत्यं महोदय त्वेष्टा त्वेष्टुं तेष्टव्यं त्वेक्षति तत्र षडो कासीत् त्वेक्षति अत्वेक्षत् अत्वेक्षत इति प्रायः वयं द्विष स्मरामः चेत् त्विष मनसि भवेत् त्वेष्टा त्वेष्टा समीचीनं महोदय धन्यवादः अरुणा भगिनी करोति वा सेट् अस्ति आवल्याम् अस्ति सचितव्यं सचितुं धातुः एव न दृश्यते किं सः धातुः शचि इति नास्ति भवती रूपाणि वदन्तु भगिनि परन्तु तादृशधातुः एव नास्ति सेट् इति मन्ये अतः एकम् आम् सत्यं तत्तु सत्यं परन्तु धातुः प्रायः दोषेण टैप् कृतं वा न जानामि महोदय दृश्यते वा भगिनी दृश्यते वा कुत्रचित् स्वच्छ स्वच्छ प्रायः स्वच्छ भवेत् स्वच्छ अपि न दृश्यते स्वच्छता स्वच्छ नास्ति तादृशधातुः नास्ति भगिनी वा एतत् किं कः धातुः क्ष्य इति आरम्भः क्ष्य इति धातुः अस्ति वा अस्ति षच् अस्ति षच् इति अस्ति वा महोदय आमां षच् इति अस्ति सेचने सेचन इति अस्ति षट् सेचने सकर्मक सेट् तत्र एकं रूपं वदतु महोदय लटुरूपं शचिता न सचते सचते सचते सचते वादिगण आत्मनेपदे वादिगणे अस्ति सचते आत्मनेपदे अस्ति सचिता सच् इति धातुः न तु श्यच् सच् टु स्प्रिङ्कल् आम् आं भगिनि सच् इति वदतु भगिनि सेट् एव भगिनि सच् सकारः चकारः स सन्त्य सचिता सचिता सचिता सच् हिन्दीभाषायामपि अस्ति किल सच् सच् बोल्ना है सच् आवल्यां नास्ति मान्य भगिनि आं सत्यम् आवल्यां नास्ति सजितव्यम् आत्मनेपदि वा परस्मैपदि वा भगिनि आत्मनेपदि एव सचिष्यत असचिष्यत अचिष्यत असचिष्यत् असचिष्यथ धातु दीर्घयकार आवल्यां नास्ति ओन्लि श्री डीङ् एव अत्र सो नेता नेतुं नेतव्यं नेतिष्यति अनेषत् अनेषत् किम् उक्तवती लृट्लकारे नेष्यति नेष्यति तद् लिफ्ट् आगमति भगिनि क्लिह् पश्यामि भगिनि धातुः कः क्लिह् इति अस्ति सेट् एव आं क्लिह् कथौ सेट् अस्ति चेत् गुण न होड सकारः एव किल प्लिस् योगः प्लेहिता सम्यक् प्लेहिता प्लेहितुं प्लेतव्यं प्लेषिष्यति आत्मनेपदि श्लेषिष्यते श्लेषिष्यते श्लेषिष्यत श्लेषिष्यत क्लिह् कतौ प्लिह् तस्मात् धातोः एव प्ले इति आगतं वा गतौ इति अर्थः अस्ति एकनिमिषं क्लिह् प्लिह् कृतन्तः लेहन लेहक शुभ धातु भगिनि आं शुभ बकारान्त केवलं यब् रब् लब् एव अनिटः शुभ् इति सेट् अस्ति शोभिता शोभितुं शोभितव्यं शोभिष्यति अशोभिष्यत् सम्यक् अपि सेट् अस्ति कोषिता कोषितुं कोषितव्यं कोषिष्यति कोषति को प्लस् दातुः किल शब्दे सर्वत्र अनिट् एव भगिनि कु धातुः न भगिनि केवलं दीर्घ उकारान्त एव सेतः सर्वे यूरु नु ऊर्षु ष्णु एव अनिट् अस्ति कु इति अनिट् यद् दत्तं तद् कोता इति भवति कोता कोतं कोतव्यं कोत्तशति कोत्स्यति तत्तु अनिट् किल अतः इकारः मध्ये न आगच्छति कोत्स्यति कोत्स्यति अकोच्यत् कोष्यत् अकोष्यत इष्यनिमिषं कोष्यते कोष्यते कोत्स्यते न को किल अतः शकारः भवति शत्वं कोष्यते न तु इत् कोष्यते अकोष्यत् स आत्मनेपदोष्यत विध अपि आवल्यं नास्ति इति मन्ये केवलं यद् सिद्ध अस्ति सेट् वेति वेतिता भगिनि सत्यं वेतिता वेतितुं वेतव्यं वेतिष्यति आत्मनेपदे निज्यस्ति अनिट् अस्ति भगिनि आवयामः विद्यति वा विदिति सेट् एव भगिनि अवल्यामस्ति निज् किम् निजधातुः सत्तु सत्यं वदतु निजि विज् किल अस्ति नेक्ता नेक्तुं नेक्तव्यं नेच्छति अनेच्छत् उभयपदम् इति मन्य अनेच्छत् अनेच्छत् अनेच्छत् सम्यक् तदेव धन्यवादः भगिनि धन्यवादः उषा भगिनि फुल् फुल् लकारान्तधातु आवल्यां नास्ति सेट् एव पुलिता पोलिता पोलिता पोलिता पोलितुं पोलितव्यः पोलिष्यति अपोलिष्यत् समीचीनम् फुल् इति फुल् सेम् मीनिङ्ग् भगिनि महत्त्वे महत्त्वे फुल् महत्त्वे अत्र त्रयः फुल् फुल् धातुः त्रयः अस्ति द्वयं महत्त्वे इति अर्थे एकं तु सङ्गाते इति अर्थे टु बि ग्रेट् टु बि लार्ज् टु रैस् अप् टु बि हीप्ड् अप् फुल् प्रायः तस्मात् एव आगतं टु रैस् अप् टु बि हीप्ड् फुल् क्रीण अर्थे तमिळ् तद् अस्ति आम् परन्तु अत्र तु नास्ति टु बि हीप्ड् अप् इति अपि अस्ति प्रायः तस्मादेव पुल्लारविन्द इति अस्ति खलु पुल्लारविन्द यतपत्रनेत्र पुल्लारविन्द दे पुल्लारविन्द इस् वाट् पुल्लारविन्द यतपत्रनेत्र अरविन्द इल्ल पुल्लारविन्दाय तत्र भगवद्गीतायाः खलु गीता ध्यानश्लोकः ऐ थिङ्क् भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः अरविन्दाय अरविन्दाय उल्लारविन्दाय यतपत्रनेत्र उल्लारविन्दाय यतपत्रनेत्र उल्लार इति पदं नास्ति कुल्ल कुल्ल इति अस्ति वा कुल्ल अरविन्द कुल्ल इति पुष्पमस्ति कुल्ल पुल्ल विकसित अर्थे विकसित अस्ति पुल्ल पुल्ल अरविन्द तपत्रनेत्रम् अस्तु अग्रिमं भगिनि उकारान्तः दु उकारान्त उकारान्त दु नास्ति इति वदामि नास्ति सो एव सो प्रायेण अनिटेव दु दो या बिकम्स् दो अण्ड् देन् दोता दो दोता एव भगिनि दोता दोता सम्यक् एव भगिनि दोता दोतुं दो दोता दोतुं दोतव्यः देन् ऋट् दोष् दोष्यत् दोष्यति दोष्यति अदोष्यत् समीचीनं देन् घृष् घृष् शकारान्त शकारान्तधातोः कृते घृष् घृष् इति परिगणितधातोः कृते नास्ति सो सेट् एव सेट् घृष् घृष् इति अस्ति इत्यनेन घर्षिता घर्षिता घर्षितुं घर्षितव्यः घर्षितव्यः देन् घर्षिष्य घर्षिष् घर्षिष्यति अघर्षिष्यत् देन् घस् घस् सकारान्तधातोः घस् अस्ति परिगणितधातोः कृते परिगणितधातोः कृते सकारः वस् घस् इति वस् घस् घस् घस्त घस्त वर्णमेलनमेव घस्ता घस्तुं घस्तव्यं घत्स्यति ओ सः स्याद् आर्धदादिके सः स्याद् आर्धदादिके इत्यनेन सकारस्य स्थाने तकार आदेशः घत्स्यति घत्स्यति ओ सकार धातोः सकारः स्यः स्याद् आर्धदादिके सकारस्य स्थाने तकार आदेशः भवति सकारादि आर्धधातुक आर्धधातुक अस्य इति आर्धधातुक सकारादि आर्धधातुकप्रत्यय सो गच्छति सः स्याद् आर्धधातुके गच्छति अगच्छत् ओके अगच्छत् सः स्याद् आर्धधातुके अनन्तरं निद् दकारान्तधातु दकारान्तधातु निद् परिगणितधातोः कृते नास्ति सेट् अस्ति निद् धातु सो निद् नेदिता नेदिता नेदितुं नेदितव्यः नेदिष्यति अनेदिष्यत् अनन्तरं पुष् अस्ति पुष् शकारान्तधातुः पुष् शकारान्तधातोः कृते अस्ति अस्ति इत्यनेन अनिट् धातु पुष् पोष्टा पोष्टा पोष्टुं पोष्टव्यं पोक्ष्यति पोक्ष्यति पकार शकारः षडोकः सि पोक्ष्यति पोक्ष्यति अपोक्ष्यत् षडोकस्य अनन्तरं पुष्टधातु इति पञ्चधातवः सन्ति पुष् इति तेषु एकः सेट् पुष् पुष्टौ परस्मैपदी भ्वादिगणे सेट् पुष् दिवादौ भवति यदा इदानीम् उक्तवती अनिट् पुष् अनन्तरं पुष् क्रयादौ सेट् पुष् चुरादौ से अत अनन्तरम् एकः अवशिष्टरूपेण एक्स्ट्रा रूपेण पार्टीशन् टु डिवैड् इति अस्मिन् अर्थे एकः पुष् धातुः अस्ति तद् अनिट् अतः रूपद्वयमपि वयं द्रष्टुं शक्नुमः भवितुम् अर्हति. द्विवादौ तु पोष्टा, भुवादौ तु पोषिता. सो पोषिता पोषितुं तत् सुलभया पोष्टा न न पोषिता पोषितुं पोषितव्यं पो अनेन पोषिष्यति पो अपोषिष्यत अपोषिष्यत् सोपि एकः अस्ति वा भगिनि चिद् चिद् चिद् दकारान्तदातु दकारान्तदातोः कृते आवल्याम् अस्ति शुद्ध बिद् सुचिद् इति चेता या तकार तकार जे चेता चेता चेतुं चेतव्यं चेत्स्यति ओ उभयपतीयात् चेत्स्यति चेत्स्यते अपि अस्ति ओके अचे अचेत्स्यत् अचेत्स्यत समीचीनं सम्यक् समीचीनं धन्यवादः. धन्यवादः विजया भगिनी करोति वा फग् बकारान्तः तदपि आवल्यां नास्ति अतः सेट् भवितुम् अर्हति खलु महोदय. सत्यं सेट् एव अतः तत्र हग् इति अस्ति किं का द्वाप्रत्य गीता अत्र कथिता कथितुं कथितव्यं कथिष्यति अकथिष्यत् इति भवति समीचीनम्. अनन्तरम् अत्र अग्रिमं कुचि इति भवति कुचुकोष् चकारः अस्ति चकारस्य कुच् उकारस्य स्थाने महोदय न धातुः धातुपाठे न दृश्यते कुच् इति अत्र कुच् इति अस्ति पुगन्धलपदस्य च इत्यनेन कोच् भवति अतः तत्र चकारस्य स्थाने किमपि कार्यं करोति वा ककारः तादृशधातुः प्रायः दोषाय भगिनी तत् कुच् इति धातुः न दृश्यते कच् इति अस्ति वा कच कच त्रयादिगणे अस्ति कच इति प्राय स्वीकरोतु भगिनी कुच् इति दोषाय तद् सेट् एव कच् सेट् अतः तत्र कच्चित्वा कच्चितुं कथितव्यं कचिष्यति अकचिष्यत् इति भवति समीचीनं सम्यक्. अग्रिमं हृ अनन्तरमत्र हृ अत्र हृ अस्ति हरति इति ऋकारस्य स्थाने अर् भूत्वा वृद्धिः भवति अत्र हरति अत्र न अस्माकं कृते तु हृत्वा खलु महोदय हर्ता हर्ता तकारः लुप्त लकारः किल हर्ता आमां हर्ता हर्तं हर्तुं हर्तव्यं खलु आं सत्यं हर्ता हर्तुं हर्तव्यम् अनन्तरम् तत्र विशिष्टसूत्रमस्ति अतः हरिष्यति इति भवति तद् कृ धातोः कृते अपि वयं कृतवन्तः किल एकं ऋद्धनोः स्ये इदानीमेव भवत्या उक्तवती न एतत् एव एतत् नास्ति खलु रुद्धनोः इदान् भवान् उक्तवान् खलु एतत् विषये रुद्धनोः रुद्धनोः पे इत्यनेन अत्र हरिष्यति अहरिष्यत् इति भवति सत्यम् अनन्तरम् अत्र मू इति धातु मू भू इति धातु तद्वत् भवति वा अत्र भू इति सत्यं तदेव प्रतिनिधिः किल अत्र पुगन्तलघुपदस्य च इत्यनेन मो भवति वा भू इति भूवादिगणे एव धातु भू इति भो भवति सार्वकृतकान्तधातुभिः इत्यनेन तद्वत् भवति वा महोदय तत्र भू भू भो भविता इति भवति किल तादृशमेव भविता भवितुं न न मविता मवितुं मवितव्यम् अनन्तरम् अत्र मविष्यति अमविष्यत् इति भवति आत्मनेपदी अतः मविष्यते इति भवति समीचीनम् झट् वन् टु त्री फोर् झट् अत्र झट् इति आवल्यं नास्ति परन्तु अत्र रूपं झट् इति अस्ति चेत् अत्र स्वप्रत्ययं अवलयं नास्ति चेत् अत्र स्टेट् एव अत्र अत्र झटित्वा झटितुं झटितव्यं झटिष्यति अझटिष्यत् इति भवति सत्यं झट् झटादरः इति एतस्मात् आगतः वा सङ्गात संहननं मिश्रीकरणम् इति झट् झटिका सम्यक् भगिनी धन्यवादः धन्यवादः अरुणा भगिनी महोदयः गतवान् अतः भवती एव करणीयं यभु यभु दातु यभु यभु लब् लब् इव भवति खलु महोदय लब् सत्यं सत्यमेव यब्दा सत्यं लब् लब्धा यब् यब्दा सत्यं यब्धव्यं यब्धितुं यब्धव्यं यब्धुं यब्धव्यं यप्स्यति लप्स्यति इति अस्ति किल तादृशमेव यप्स्यति करि च यप्स्यति आत्मनेपदिनः खलु महोदय लभते लप्स्यते तदेव अत्र सत्यं परन्तु यब् इति परस्मैपदी एव परन्तु तत् तादृशमेव अत्रापि भवति यप्स्यति तत्र लप्स्यते इति एतत्तु यप्स्यति आं भगिनि अरुणा भगिनि तदनन्तरं पिट् अति सेट् अस्ति अवध्यं नास्ति पेटिता पेटितुं पेटितव्यं पेटिष्यति अपेटिष्यत् सम्यक् अग्रिमं नम् नम् अवध्यं गं नम् यं सत्यं गं कन्ता गन्तुं गन्तव्यं नम् नम् नन्ता नन्तुं नन्तव्यं नंस्यति अनंस्यत् सत्यम् अग्रिमम् आवल्यां नास्ति भगिनि दुः दि दुः दः दिः दुः एव अस्ति अत्र अतः स्टेट् अस्ति सत्यम् उषिता भगिनि उषिता उषितुम् उषितव्यम् ऊहिष्यति ऊहिता इति भवति लुट् लकारे उह् योगः ता उह् उकारस्य गुणः किल ओहिता ओहिष्यति ओहिता ओहितुम् ओहितव्यम् औषिष्यत् औषिष्यत् इति वृद्धिः भवति आटश्च औषिष्यत् न तु अग्रिमं भगिनि तत्र किमस्ति गम् अपि आवल्यामस्ति गम् गन्ता गन्तुं गन्तव्यं गमिष्यति अगमिष्यत् सम्यक् तदेव धन्यवादः भगिनि उषा भगिनि शुभ चुप् षेड् धातु पकारान्त धातु चुपिता चुपितुं चुपितव्यं चुपिश् न न चोपिश् चोपिता चोपिता चोपितुं चोपितव्यं चोपिष्यति अचोपिष्यत् सम्यक् किद् किद् तकारान्तधातोः तकारान्तधातोः अस्ति किद् किद् सो तास् लुट् प्रत्यय केत केत केतुं केतव्यं केत् तकार तकार ओके दकार तकार भवति केतव्यं केत्स्यति केत्स्यते अकेत्स्यत् अकेत्स्यत सम्यक् अग्रिमं खज् जकारान्तधातोः खज् खजिति नास्ति नास्ति खजिति नास्ति इत्यनेन सेट् खज् खजिता खजितुं खजितव्यं खजिष्यति अखजिष्यत् समीचीनम् अग्रिमम् अग्रिमं रुच् चकारान्तधातु चकारान्तधातु पच् मुच् रिच् वच् विच् सिच् नास्ति सेट् एव धातु रुच् सो सेट् अस्ति इत्यनेन रोचिता रोचितुं रोचितव्यम् अरोचिष्यति अरोचिष्यत् न न प्रथमं लृट् इति रोचिष्यत् न अकार रोचिष्यति अरोचिष्यत् रोचिष्यत आत्मनेपथ्य ओ आत्मनेपथ्य ओ अस्तु सो रोचिष्यते रोचिष्यते रोचिष्यते अत्रापि किञ्चित् द्युतादित्वात् किमपि सूत्रम् एतत् किं द्युत् द्युत्भ्यो लुङि इति सूत्रेण लुङ्लकारे विकल्पेन परस्मैपदीरूपम् अपि भवन्ति लुङ्लकारे एव अन्यत्र सर्वत्र आत्मनेपदित्वमेव इतोपि एकं दातुं कृत्वा समापयामः कक् कक् पर्यन्तं कुर्मः कक्कारान्तदातु शक्येव उल्लेखः अस्ति अत्र ओके कक् सेट् दातु ककिता ककिता ककितुं ककितव्यं ककिष्यति अककिष्यत् कक् इति लौल्ये इति अर्थः लौल्यम् इत्युक्ते गर्वः उत चापल्यम् इति अस्तु कक् पर्यन्तं कुर्मः अनन्तरम् अग्रिमसप्ताहे अनुवर्तयामः शिप् आर शिव् शिव् आरभ्य आरभ्य सप्ताहे कुर्मः अस्तु धन्यवादः धन्यवादः भगिनि धन्यवादः भगिनि नमस्ते.